गत रविवासरे स्वादिगणविषये अस्माकम् अभ्यासः अभवत्। तत्र अस्माभिः दृष्टं यत् कथं लट् लोट् लङ् विधिलिङ्ग् लकारेषु स्वादिगणधातूनां रूपाणि भवन्ति। तत्र अस्माकं शक् धातु, ची धातु, अपि च अश् धातु इति अस्माकं धातवः आसन्। तत्र प्रत्येक धातु कृते रूपाणि कथं निर्मीयन्ते इति अस्माभिः दृष्टं। तत्र सूत्राणि कानि कानि सन्ति, नूतनसूत्राणि कानि कानि सन्ति, विशेषसूत्राणि कानि कानि सन्ति, सामान्यसूत्राणि कानि कानि सन्ति इति वयं सर्वे इदानीम् अवगच्छामः। अतः स्वादिगणीयधातूनां कृते अस्माकम् इदानीं ज्ञानं भवेत् इति आशा। इदानीं कस्यापि धातोः कृते रूपाणां स्मरणं, रूपाणां रटनं तस्य आवश्यकता नास्ति। इदानीम् एकवारं यदि वयं सिद्धतिङ्प्रत्ययाः यदि वयं जानीमः, प्रत्ययान् यदि वयं जानीमः, अनन्तरं सूत्रान् अधिकृत्य वयं रूपाणि कर्तुं शक्नुमः इति पाणिनीयसूत्राणां वैशिष्ट्यं। तत्र रूपाणां तत्र साक्षात् रूपाणां ज्ञानं न आवश्यकं, सूत्रं जानाति चेत् रूपं कर्तुं शक्नुमः। अस्तु, इदानीं किञ्चिदेव तत्र अवशिष्टमस्ति स्वादिगणीयविषये, तद् समाप्य अग्रे अनादिगणविषये गच्छामः। अस्तु, तर्हि इदानीं स्वादिगणविषये अस्माकम् अभ्यासः अभवत्। तदनन्तरम् अत्र स्वादिगणीयधातवः अत्र तेषां सूची अत्र लिखिता अस्ति, तदेकवारं पठामः। विजया महोदय, तत्र स्वादिगणीयः धातवः इति बिन्दु अस्ति एकः करपत्रे, दृश्यते वा? आम् जि। हा, तत्र ते स्वादिगणीयधातवः के के सन्ति एकवारं तत्र पठतु। नमस्ते महोदय, क्षम्यतां, सुमन् अस्मि, किञ्चित् विलम्बेन आगतवती। अजन्तदातवः इकारान्ताः चिञ्ज् चयने निरनुबन्ध अनन्तरं धातुः चि इति अस्ति, अङ्गं चिनु, लटि चिनोति चिनुते इति आत्मनेपदं परस्मैपदे अस्ति। कुत्र पठति, कुत्र कुत्र अस्ति? करपत्रे स्वादिगणीयः धातवः इति बिन्दुः अस्ति, तत्र प्रत्येक तत्र सर्वेषां धातूनां सूची अस्ति करपत्रस्य। पूर्वतनकरपत्रे अन्ते अस्ति भगिनि, अजन्तदातुषु डि अन्तिम अधः पश्यतु, अत्र अजन्तदातवः इति अस्ति खलु, इकारान्ताः अजन्तदातुषु चि धातु उभयपदी तत्र अस्ति, अधः पश्यतु, इकारान्ताः इति अस्ति खलु तत्र, हलन्तदातु अश् धातुः, अजन्तदातु चि धातु उभयपदी डि अस्ति खलु, तदनन्तरं गच्छतु स्वादिगणीयधातवः, स्वादिगणीयधातवः अजन्तदातवः सर्वे प्राप्नुवन्ति खलु, अजन्तदातु इकारान्तः इकारान्तः महोदय श्रूयते किम्? आम् अस्तु, पठामि। छिञ्ज् वन्दने सि सिनु चिनोति सिनुते इति अस्ति, छिञ्ज् निदाने शि शिनु शिनोति शिनुते इति अस्ति, दुमिञ्ज् प्रेक्षपणे प्रक्षेपणे प्रक्षेपणे मि इति धातुः अस्ति, हनुबन्त अनन्तरं मिनु मिनोति मिनुते इति अस्ति, शिञ्ज् गतौ वृद्धौ हि हिणु हिनोति हिनुते, रि हिंसायां रि रिणु रिनोति परस्मैपदी एव, तत्र आत्मनिपदी नास्ति, हिंसायां। अत्रैव प्रश्नः अस्ति मम, अत्र चिया शिया शिया डुमिया अत्र कथं जानीमः धातवः उभयपदिनः सन्ति? उभयपदी न सन्ति चेत् तत्र उदात्तदातवः सरितनितः आत्मनेपदे अत्र मूलरूपं पश्यतु तत्र नित नकारस्य संज्ञा अस्ति खलु अलङ्क्यम् इति सूत्रेण तत्र नित् यदा धातुः णित् अस्ति तथा सः धातुः उभयपदि भवति सम्यक् अस्तु अत्र एतत् रि धातुः ऋणोति एव परस्मैपदी एव अस्ति क्षिहिंसायां क्षि चिनु चिनोति अत्र नकारं किमर्थं भवति क्षि इति चिनोति कक्क गक्क अस्ति खलु अकूप् अकूप् अतः तत्र मूर्धन्य नकारः आगच्छति अनन्तरं सिरि इंशायां चिरि श्रीणिनु श्रीणोति इति चिरिणोति इति अस्ति जिरि हिंसायां जिरि जिरिनु जिरिणोति इति अस्ति तावदेव उकारान्तः अपि पठतु अस्तु जि उकारान्तः दुञ्ज् कम्पने दु दुनु दुनोति दुनुते दुदु उपतापे दि दुनु दुनोति शुञ्ज् अत्र मुद्रणदोषः अस्ति अत्र दुदुनन्तरं दु इति भवति लौकिकधातु अस्तु अस्तु अत्र टु इति केन सूत्रेण इति संज्ञा भवति चुटु मध्ये पश्यतु चुटु मध्ये केवलं टकारस्य इति संज्ञा भवति आदिर्निटुडवः इति सूत्रेण सम्पूर्ण टु इति भागस्य नित्संज्ञा भवति यत्र आदिर्निटुडवः अनन्तरं शुञ्ज् अभिषवे सुनु सुनोति सुनुते इति उभयपदमस्ति अत्र महोदय शकारसत्वं किं केन सूत्रेण भवति आदेशप्रत्ययोः प्रत्ययस्य आदेशप्रत्ययोः तत् सूत्रेण सकारसत्वं सकारसत्वं भवति सेयपि च मूलधातु अस्ति शून्य शहसः इति धातुः शहसः मूलधातुः सकारः अस्ति अस्तु अस्तु इदानीम् उक्तवान् खलु रघुपति महोदय आं जि समीचीनमेव धन्यवादः अग्रे ऋकारान्त क्रुञ् हिंसायां क्रु धातु कृणु कृणोति कृणुते उभयपदे अस्ति अत्र महोदय प्रश्नः अस्ति मम एकं भवती एव वदतु अत्र पुगन्तलघुपदस्य इति सूत्रेण ऋकारस्य गुणः किमर्थं न भवति कृणु मध्ये ककारोत्तर ऋकारस्य गुणः किमर्थं न भवति पुगन्तलघुपदस्य इति सूत्रेण अत्र ऊ धातु पुगन्तलघुपदस्य न सार्वधातुकार्धातुकयोः किमर्थं न भवति गुणं विस्मरामि महोदय जानामि पश्यतु खलु धन्यवादः महोदय विकरणप्रत्ययः श्नु अस्ति श्नु अपित् अस्ति गुणनिषेधः अपित् नास्ति चेत् कर्णु इति भवति खलु अस्तु अग्रे प्रु धातु प्रीतौ प्रु प्रणु प्रणोति स्पृ प्रीतिपालनयोः स्पृ स्पृणु स्पृणोति दु हिंसायां दृणु दृणोति स्तृङ् आच्छादने स्तृ स्तृणु स्तृणोति स्तृणुते वृ वर्णे वृणु वृणोति वृणुते अस्तु तर्हि अत्र पश्यतु स्वादिगणे बहवः धातवः उभयपदिनः सन्ति तत्र सर्वे बहवः धातवः नितः सन्ति अतः तत्र उभयपदी अस्तु अग्रे हलन्तधातवः हलन्तधातवः सवलृ शक्तौ शक् शक्नु शक्नोति षग् षघ हिंसायां महोदय चकृ मध्ये लृ इति अस्ति खलु तस्य इत् संज्ञा केन सूत्रेण भवति उपदेशजननासिका सूत्रेण सम्यक् अग्रे षघ हिंसायां सघ सघ्नु शक्नोति तदेव षकार सकारादेश संहितं नादादेश दात्वादेशे सः सः दघ घातने पालने दघा दग्नु दग्नोति छमु भक्षणे छं छमु छम्नोति अश्रु व्याप्तौ शङ्घाते च अश् अश्नु अश्नुते अह् व्याप्तौ अह व्याप्तौ अह् अहु आह्नो आह्नोति तिक् आर् आस्कन्दने गौता च तिक् तिक्नु ओ क्षम्यतां गतौ तिक् तिक्नु तिक्नोति तिग् आस्कन्दने गतौ च तिग् तिग्नु तिग्नोति स्टिग् आस्कन्दने आस्कन्दने आक्रमणे स्तिग् स्तिग्नु स्तिग्नुते रुद्धु वृद्धौ रुद्ध रुद्नु रुद्नोति तृप् प्रीणन् इत्येके तृप्तः भवति तृप् तृप्नु तृप्नोति निगृषा स्टार् अस्ति खलु उदेति तृप्नु मध्ये णत्वं किमर्थं न भवति तत्र ऋकारः अस्ति अग्रे पकारः अस्ति तर्हि नकारस्य णत्वं भवेत् खलु अट्कुप्वाङ्गुम्यवायति तर्हि अत्र तृप्नोति मध्ये न भवति तस्य विशेषसूत्रमस्ति अग्रे पश्यामः महोदय निगृषा प्राग्गल्भे गृष् गृष्णु धु धृष्णु धृष्णोति राधा संस्कद्धौ राधा राध्नु राध्नोति साधा संस्कद्धौ साधा साध्नु साध्नोति आप्रु व्याप्तौ व्याप्तः भवति प्राप्तः भवति आप् आप्नु आप्नोति दम्भु दम्भने हिंसायां दम्भ दम् दब्नु दब्नोति दम्भु अनादित् अनिदित् धातुः अनिदितां हानुपदायः किनिति इदनेन किति निति प्रत्यये परे नकारलोपः स्नुप्रत्ययः निद्वत् एक एव धातुः अस्ति यत्र किमपि कार्यं भवति अन्यत्र सर्वत्र केवलं वर्णमेलनं भवति दम्भु मध्ये अनिदिधातुः अस्ति उपधायां मकारः अस्ति खलु मकारः वस्तु नकारः एव अस्ति अतः कित् नित् प्रत्यये परे मकारस्य लोपः भवति दब् भवति दभ्नोति अग्रे शुभ्नादिषु च न अग्रे दाश्रु अस्ति खलु दाश्रु हिंसायां दाश् दाश्नु दाश्नोति अस्तु धन्यवादः मध संस्कद्धौ किम् अस्ति द्रष्टव्यं महोदय शब्दकोशे वृद्धौ वृद्धौ टु ग्रो अस्तु महोदय धन्यवादः अस्तु तर्हि मया उक्तं खलु तत्र तृप्नोति मध्ये णत्वं किमर्थं न भवति? तर्हि पश्यतु, सर्वेषां समीपे अष्टाध्यायी अस्ति वा? एकवारम् अष्टाध्यायी इति पुस्तकम् अष्टाध्यायीसूत्रपाठः उद्घाटयतु, तत्र पेज् 137 पेज् 137 अष्टम अध्यायश्चतुर्थपादस्य प्रथमसूत्रम् अष्टमाध्यायस्य चतुर्थपादस्य प्रथमसूत्रं सर्वे प्राप्नुवन्ति वा? तर्हि पश्यतु, अत्र प्रथमसूत्रात् एकोनचत्वारिंशत्तमः सूत्रपर्यन्तम् 841 8439 पर्यन्तं यानि यानि सूत्राणि सन्ति तानि सर्वाणि णत्वप्रकरणस्य सूत्राणि सन्ति. णत्वप्रकरणे वस्तुतः 41 सूत्राणि सन्ति. णत्वप्रकरणे अत्र सर्वाणि सूत्राणि लिखितानि सन्ति. तर्हि वस्तुतः णत्वप्रकरणस्य बहूनि सूत्राणि सन्ति. वयं केवलं रसाभ्यां नोणः समानपदे इति सामान्यसूत्रं वयं जानीमः, प्रथमसूत्रम्. तदनन्तरं द्वितीयसूत्रमपि वयं जानीमः, अट् क्वाङ् नुम्यवायेति इति वयं जानीमः. तत्र मध्ये ये सूत्राणि सन्ति वयं न जानीमः इदानीं पर्यन्तम्. तदनन्तरम् अग्रिम एकं सूत्रमस्ति 8437 अष्टम अध्यायः चतुर्थपादस्य 37 किमस्ति? श्रूयते वा? पदान्तस्य 8437 इति सूत्रं किं वदति? यत् पदान्ते नकारः अस्ति चेत् णत्वं न भवति. तर्हि अत्र पश्यतु, अत्र रामान् इति अस्ति खलु, रामेण तृतीयभक्तिमध्ये रामेण णत्वं भवति, परन्तु द्वितीयभक्ति बहुवचने रामान् तत्र नकारत्वं न भवति. सूत्रमस्ति पदान्तस्य. तर्हि पदान्तस्य इति सूत्रेण अन्तिमनकारस्य णत्वं न भवति इति अपि वयं जानीमः. इदानीं नूतनसूत्रं वयं पठामः, शुभ्नादिषु च अन्तिमसूत्रम्. णत्वप्रकरणस्य अन्तिमसूत्रमस्ति शुभ्नादिषु च इति एकं सूत्रमस्ति. सूत्रं णत्वनिषेधसूत्रमस्ति. क्षुभ्नादिषु च इति णत्वनिषेधसूत्रमस्ति. तत् सूत्रं वदति यत् क्षुभ्नादि इति एकं गणमस्ति, शुभ्नादि इति एकं गणमस्ति, तत्र नकारस्य णत्वं न भवति इति एव अस्ति. तर्हि अत्र त्रिप् इति धातु यत् अस्ति तत् शुभ्नादिगणे आगच्छति, अतः त्रिप् धातुमध्ये णत्वं न भवति एव अस्ति. तर्हि सूत्रं किं वदति इति अहं पश्यामः, वयं पश्यामः. तर्हि दिधि महोदय सूत्रं पठतु. शुभ्नादिषु च शुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशो न भवति. शुभ्ना आदि येषां ते शुभ्नादेः तेषु शुभ्नादिषु. शुभ्नादिषु सप्तव्यान्तं च अव्ययपदं. द्विपदम् इदं सूत्रं रसाभ्यां नोणः समानपदे इत्यस्मात् नः णः इति अनयोः अनुवृत्तिः. बाबूपूखादिगामिप्यायि वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः. तयोर्वा वची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति. शुप्नादिषु च नः णः न संहितायाम् किं वदति? शुप्नादि इति शुप्ना इति एकः गणः अस्ति वा महोदय? शुभ्नादि एकगणः अस्ति. अत्र स्वादिगणे वा? न गणः अस्ति इति चिन्तयतु, स्वादिगणे एव अस्ति इति नास्ति, परन्तु स्वादिगणे तत्र एकधातुः अस्ति त्रिधातु यः शुभ्नादिगणे अस्ति. अत्र नकारस्य स्थाने नकारः आदेशः न भवति इति रसाभ्यां नोनः इत्यस्य अपवादसूत्रं महोदय. अपवाद न निषेधसूत्रम्, अपवाद अपि अपवादसूत्रमेव अस्ति. रसाभ्यां नोनः समानपदे इति सूत्रं वदति यत् नत्वं करोतु, समानपदे अस्ति चेत् नत्वं करणीयम् एव तदा. परन्तु शुभ्नादिषु च इति सूत्रं वदति यत् शुभ्नादिगणे अस्ति चेत् नत्वं मा करोतु, तर्हि अपवादः. तर्हि पश्यतु मध्ये ऋकारः अस्ति, तदनन्तरं पकारः अस्ति, तदनन्तरं नकारः अस्ति. सामान्यतया नकारः नत्वं भूत्वा त्रिप्णोति इति भवेत्, परन्तु नकारस्य नत्वं न भवति, अतः त्रिप्णोति इति एव रूपं भवति. शक्नोति अवगच्छन्ति वा? अग्रे श्रवणे शृणोति इति भवति. अत्र इति श्रूनु तदनन्तरं नकारस्य नकारं भवति शृणु इति. तर्हि श्रु इति धातु अस्ति भवति, श्रु मध्ये श्रु धातु वस्तुतः भवादिगणि धातु अस्ति. तर्हि श्नु इति विकरणप्रत्ययः कथम् आगच्छति इति प्रथमः प्रश्नः. द्वितीयः प्रश्नः अस्ति, श्रु इति मध्ये धातु अस्ति, तत्र षकारः अस्ति, तदनन्तरं रेफः अस्ति, तदनन्तरम् उकारः अस्ति, परन्तु श्रु इति मध्ये षकारः अस्ति, तदनन्तरं रु अस्ति, स्वरवर्णः अस्ति, तदनन्तरम् उकारस्य लोपः एव भवति, कथं भवति इति अपि प्रश्नः. तस्य कृते सूत्रमस्ति, अग्रे पठतु. श्रू धातुः भ्वादिगणे स्थापितः धातुपाठे किञ्च व्यावहारिकत्वेन स्वादिगणीयः एव. कर्त्रार्थे सार्वधातुके परे श्रु धातोः श्रु इति धात्वादेशो भवति. तदनन्तरं श्रुवः श्रु च इति सूत्रं, कर्त्रार्थकसार्वधातुकप्रत्यये परे श्रु धातोः श्रु इति धात्वादेशश्च स्नुः प्रत्यय धातुतः विहितश्च. श्रुवः पञ्चम्यान्तं, श्रु लुत्तप्रथमाकं पदं च अव्ययपदं, त्रिपदमिदं सूत्रं, त्रिपदम् इदं सूत्रं. स्वादिभ्यः स्नुः इत्यस्मात् स्नुः इत्यस्य अनुवृत्तिः, कर्तरि षट् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परस्य इत्यनयोः अधिकारः, धातोरनेकाचो हलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिः सहितसूत्रं, श्रुवः धातोः श्रु च स्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र सूत्रं वदति श्रुवः श्रु च इति. जि अत्र किञ्चित् दोषः अस्ति, श्रुवः अनन्तरं शु शकारः एव, शिवशकारः एव तत्र तत्र सूत्रे किञ्चित् दोषः अस्ति. श्रुवः श्रु च इति एव लिखितमस्ति दत्तम् अत्र सूत्रे मध्ये, तदेव लिखितवान्. किञ्चित् दोषः अस्ति अत्र, न कुत्र दोषः अस्ति? श्रुवः श्रु च इति अस्ति खलु, तदेव लिखितम् अत्र सार्वधातुक कर्त्रार्थे के परे स्नु इति धातु स्नु प्रत्यय परे स्रु इति भवति परे इति न श्रु धातोः अनन्तरं यदि सार्वधातुककर्तरि सार्वधातुकप्रत्ययः अस्ति चेत् प्रथमः श्रु इति धात्वानन्तरं श्नु इति विकरणप्रत्ययः भवति अपि च श्रु इति धात्वादेशः भूत्वा श्रु इति भवति तर्हि अत्र पश्यतु अस्य सूत्रस्य आवश्यकता का तर्हि आवश्यकता अस्ति यत् श्रु धातु वस्तुतः भवादिगणी परन्तु शप् इति विकरणप्रत्ययः मा करोतु इति अस्ति अतः नूतनसूत्रं यत् श्नु इति विकरणप्रत्ययः भवादिगणे अत्र कार्यं किञ्चिदपि नास्ति वा भवति भवादिगणे अस्ति चेत् श्नु कथं भवति खलु अपि च अपि च श्रु मध्ये श्रु इति तस्य धात्वादेशः भवति इति अपि भवति स्नु प्रत्यये परे इति वा कर्त्री सार्वधातुकप्रत्यये परे अस्ति चेत् श्रु इति धातोः अनन्तरं श्नु प्रत्यये भवति अपि च श्रु स्थाने श्रु भवति तर्हि अत्र प्रश्नः अस्ति मम विधि महोदय भवती एव वदतु अत्र श्रु स्थाने श्रु इति लिखितमस्ति खलु कथं जानीमः यत् श्रु इति सम्पूर्णधातोः स्थाने आगच्छति अथवा अन्तिमस्वर अन्तिमवर्ण अत्र स्नु इति स्नु प्रत्ययः अपित् अस्ति किल नित् स्नु इति विषये नास्ति श्रु इति धातुः अस्ति तस्य स्थाने श्रु इति आदेशः भवति सः आदेशः कुतः कुत्र आगच्छति अन्तिमवर्णे आगच्छति अन्तिमवर्णे आगच्छति चेत् रूपं समीचीनं भवति वा श्रु इति अस्तु श्रु इति धातुः अस्ति खलु श्रु इति धातु मध्ये के वर्णाः सन्ति वदतु अनेक तर्हि अन्तिमवर्णे एव आगच्छति चेत् केवल उकारस्थाने आगच्छति खलु पूर्ण केन सूत्रेण वदामि अनेक अनेक किल अत्र यत् आदेशः अस्ति अनेकाल् अस्ति खलु शरु एकवर्णः नास्ति अनेकवर्णाः सन्ति अतः सर्वस्य स्थानिनः स्थाने आगच्छति अतः सम्पूर्णधातोः स्थाने श्रु इति अनेकाल् अस्ति खलु एकः एव वर्णः नास्ति वर्णद्वयः अनेकाल् सित् सर्वस्य इति सूत्रेण आदेशः अनेकाल् अस्ति अथवा शित् अस्ति चेत् स्थानिनः स्थाने भवति अतः सम्पूर्णधातोः इति अपि च पश्यतु केवलं सार्वधातुककर्तृसार्वधातुकप्रत्ययपरे अस्ति चेदेव भवति कर्मणि न भवति अतः कर्मणि किम् अस्ति श्रूयते तत्र श्रु आदेशः न भवति अपि च लोट् लकार लृट् लकारे रूपं किम् अस्ति श्रोष्यति तत्रापि श्रु आदेशः न भवति केवलं कर्तृत्वं अत्र श्रवः किमर्थं महोदय उकारः अस्ति खलु अत्र किम श्रोः इति किमर्थं न भवति अहं चिन्तयामि तत्र शैली अस्ति केवलं तत्र व्याकरण इति न जानामि शिक्षिपोपि नास्ति इक्ष्टिपो अपि तादृशप्रत्ययमपि नास्ति न भवति श्रुवः इति. मयापि चिन्तितं तत्र किमस्ति, परन्तु न तत्र प्रायः केवलं शैली इति अस्ति इति चिन्तयामि. श्रवणे इति अस्ति तादृश श्रुश्रवणे इति अस्ति प्रायः. तत्र वस्तुतः अत्र अपि उकारस्य उवङ्ग एव भवति, श्रु भवति, तदनन्तरं श्रु तस्य पञ्चमीषष्टि विभक्ति श्रुवः अस्ति, परन्तु श्रु किमर्थं भवति इति तत्र शैली अस्ति इति चिन्तयामि. हा महोदय, अत्र इ इति इक् इक् स्तिपो इति इक् इक् इति प्रत्यय आगतः चेत् श्रूयोग इ इति अस्ति. इदानीम् उवङ् आदेशः भवति वा? उवङ् श्रुवि इति भवति, श्रुवि इदानीं श्रुवि श्रुवेः इति भवति, श्रुवेः भवति, श्रुवः श्रुवेः अपि नास्ति. अस्तु तर्हि श्रुधातु श्रु भवति. आम् इति स्वादिगणे समग्रं तिङ् सम्बन्धं सार्वधातुकप्रकरणचिन्तनं समाप्तं. परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्, अजन्तधातुः चि, हलन्तधातुः शक्. आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश्. अनेन सर्वेषां चतुर्विंशत् धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि. शुभम्. अस्तु, स्वादिगण इति विषये समाप्तम्. इदानीं स्वादिगणे ये धातवः सन्ति तेषां लट् लोट् लङ् विधिलिङ् रूपाणि वयं कर्तुं शक्नुमः. धन्यवादः. इदानीम् अस्माकं दशगणेषु पञ्चगणाः समाप्ताः. भ्वादिगण, तुदादिगण, दिवादिगण, स्वादिगण, चुरादिगण, पञ्चगणाः समाप्ताः. हाफ्वे पायिण्ट् आगच्छति. इदानीं पञ्चगणाः अवशिष्यन्ते, तनादिगणः, क्र्यादिगणः, किमस्ति रुधादिगणः, अदादिगणः, ज्योत्यादिगणः इति वयम् इदानीम् अग्रे पठामः. कस्यापि प्रश्नः अस्ति वा स्वादिगणे? अस्तु, नास्ति चेत् इदानीं नूतनकरपत्रं कृपया उद्घाटयन्तु. तनादिगणः, तनादिगणः इति करपत्रं कृपया उद्घाटयन्तु. क्री ए, क्री ए, अस्तु. कः अस्ति इदानीं? रघुपतिमहोदय भव न रघुपतिमहोदय, मीनामहोदय पठतु. तनादिगणः, तनादिगणे दशधातवः सन्ति, अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि. तनादिगणीयेभ्यः धातुभ्यः कर्तृके सार्वधातुकप्रत्यये परे कर्तृ शप् इति सूत्रेण शप् विधीयते. तदा शपं प्रबाद्य तनादिकृङ्भ्यः उः इति सूत्रेण ऊविकरणप्रत्ययः विहितः भवति. अयम् ऊ प्रत्ययः कीदृशः? तिंशित् सार्वधातु किं तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा षित् वा अस्ति सः सार्वधातुकप्रत्ययः. यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिंशित् नास्ति स प्रत्ययः आर्धधातुकशेषः इति सूत्रेण आर्धधातुकप्रत्ययः भवति. तर्हि ऊ प्रत्ययः धातुभ्यः विहितः अपि च तिंशित् नास्ति इति कारणतः आर्धधातुकप्रत्ययः अयम्. दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरणप्रत्ययः आर्धधातुकः. तनादिगणे दशधातवः सन्ति, तत्र ऊ इति तनादिकृङ्ह ऊ इति प्रत्ययः भवति. ऊ इति केवलम् ऊ दशगणेषु ऊ प्रत्ययः केवलम् आर्धधातुकप्रत्ययः. किमर्थम् इत्युक्ते ऊ प्रत्ययः षित् नास्ति पित् नास्ति त्रिंशित् किमस्य महत्वं नास्ति केवलं षित् नास्ति तिङ् नास्ति केवलं षित् नास्ति तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं भवति अत्र तिङ् नास्ति षित् नास्ति तस्मात् आर्धधातुकप्रत्ययः ऊ केवलम् आर्धधातुकप्रत्ययः दशसु गणेषु अनादिगणः एकमेव एकमेव गणः अस्ति यस्य विकरणप्रत्ययः आर्धातुकप्रत्ययः अस्ति ऊ तनादिकृङ्ग्मः उः तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुतश्च ऊ प्रत्ययः भवति कर्तृकसार्वधातुकप्रत्यये परे तन् तन् आदिर्येषां ते तनादयः बहुव्रीहि तनादयश्च कृञ्च तेषाम् इतरद्वन्द्वः तनादिकृञ्यः तेभ्यः तनादिकृङ्भ्यः तनादिकृङ्भ्यः पञ्चम्यन्तम् उः प्रथमान्तं द्विपदमिदं सूत्रं कर्तरि शब् इत्यस्मात् कर्तृ इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः अनेकाचोहलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तनादिकृङ्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके सामान्यसूत्रमस्ति तनादिगणे कृधातु कृते च विकरणप्रत्ययः शपं प्रबाध्य ऊ भवति कर्तृर्थक सार्वधातुकप्रत्यये परे अस्ति चेत् तर्हि तनादिघः तर्हि इदानीं प्रश्नः भवति कृधातु कस्मिन् गणे अस्ति कृधातु तनादिगणे एव भवति परन्तु किमर्थं कृ तनादिभ्यः ऊः एव भवितव्यमेव तनादिकृङ्ग्मः किमर्थम् उक्तम् इति अहं न जानामि भवत्याः प्रश्नः बहु समीचीनः अस्ति कृधातु तनादिगणे एव अस्ति तर्हि किमर्थं भिन्नरूपेण लिखितम् अत्र किमर्थं तनादिभ्यः उः इति एव पर्याप्तं नास्ति क्रीरूपेण किमर्थं लिखितं तस्य निवारणम् अग्रे एव अस्ति पठतु कृ धातुः तनादिगणे एव पठितः इत्यस्मात् किमर्थं पुनः उक्तं सूत्रे यत् कृ धातुतः ऊ विकरणं भवति इत्यस्मिन् प्रसङ्गे विवरणम् अपेक्षितम् द्विवारं वदनेन नियमयति यत् कृ धातोः ऊप्रत्ययः तु भवति यत् कृ धातोः ऊप्रत्ययः तु भवति किन्तु अन्यतनादिगणीयः विधयः कृधातु कृते न प्रसक्ताः द्विवारं वदनेन नियमः कृतः सीमा अध्यारोपिता यत् ऊप्रत्ययस्य एव विधानम् एतदर्थमेव तनादिगणे स्थापितः अन्ये तनादिगणीयः विधयः कृधातुतः न भवन्ति अत्र कृङ्भ्यः कृङ्भ् इति धातु तनादिकृङ्भ्यः ऊ इति सूत्रे किमर्थं भवति इत्युक्ते सर्वे नियमाः तनादिगणे दातवः सन्ति दशधातवः सन्ति तत्र नियमः सर्वे नियमाः कृञ् धातुभ्यः न भवति यत्र कृञ् धातुभ्यः नियमः सन्ति वैशिष्ट नियमः सन्ति कृञ् धातोः तस्मात् एव तर्हि वयं जानीमः खलु यत् अष्टाध्याय्यां तत्र प्रत्येकमात्रायाः प्रत्येकमात्रायाः वैशिष्ट्यमस्ति. तत्र लाघवस्य कृते प्रत्येकमात्रायाः वैशिष्ट्यमस्ति. तर्हि इदानीमपि तदापि अत्र क्रूधातु यद्यपि अनादिगणे अस्ति, तर्हि किमर्थं पाणिनिना भिन्नरूपेण लिखितं? तस्य उत्तरमस्ति यत् सः इच्छति, पाणिनि इच्छति यत् अक्रीधातु कश्चित् विशेषधातुः अस्ति. तनादिगणे अस्ति परन्तु विशेषधातुः अस्ति, अतः तेन पुनः लिखितं. तस्य महोदय धातुः दशधातुगणेषु एव अन्तर्पितम् एव किल? आम्, तनादिगणे एव अस्ति. यद्यपि कृधातु तनादिगणे एव अस्ति परन्तु पुनः लेखनस्य यत् प्रयोजनम् अस्ति तदस्ति यत् यद्यपि तनादिगणे अस्ति अतः ऊ विकरणप्रत्ययः एव भवति, परन्तु तनादिगणस्य अन्य ये धातवः सन्ति नवधातवः तेषां ये नियमाः सन्ति ते क्रूधातुतः न भवन्ति. तर्हि क्रूधातु इति विशेषधातुः अस्ति, तनादिगणे एव अस्ति, ऊविकरणप्रत्यये एव अस्ति, परन्तु तस्य अन्यनियमाः भिन्नाः सन्ति. तस्य निर्देशनाय, तस्य सङ्केताय पाणिनिना पुनः लिखितं तनादिकृभ्यः उः. तस्य आवश्यकता नास्ति चेत् सः केवलं तनादिभ्यः उः इति लेखितुं शक्नोति, परन्तु तथा सः न करोति. तस्य अर्थमस्ति विशेषः अस्ति उः. तर्हि इदानीम् अग्रे गच्छामः. यदा वयं पठामः तनादिगणः इति अस्ति यत् तत्र नवधातवः ये सन्ति ते सामान्यधातवः, तेषां चिन्तनम् एकरूपेण भवति, परन्तु कृ धातोः चिन्तनं भिन्नरूपेण करणीयम्. महोदय, अत्र क्रूधातु इति डुक्रुञ् इति तदेव खलु? तदेव डुक्रुञ् अस्ति, तत्र कृञ् एव दत्तमस्ति. डु इति तत्र तदापि उच्चारण कृते शैली अस्तु अस्तु. क्रूमध्ये नकारस्य अपि इत्वं भवति, डुकारस्य अपि भवति, परन्तु सूत्रे न्यू अस्ति. तर्हि प्रायः क्रु इति अन्यापि धातुः अस्ति वा कोऽपि? आमामां, सत्यं महोदय, अत्र अन्यधातुः अस्ति. अन्यधातुः अस्ति वा यस्य लौकिकरूपं क्रु अस्ति? एकवारं क्रु तुदादिगणे क्रु एव अस्ति, एकं तु अस्ति तुदादिगणे, एकं सारि तनादिगणे. हा, अन्य अपि अस्ति, कृञ् धातुः अस्ति, हिंसायां स्वादिगणे अस्ति खलु महोदय? कृञ् डिफ्रेण्ट् एव किल, भेदः अस्ति किल? भेदः अस्ति, परन्तु कुत्र स्वादिगणे अस्ति वा? इदानीमेव पठितं स्वादिगणे. कृञ् इति धातुः अस्ति खलु महोदय? कृ इति डेस्ट्रा इति स्वादिगणे अस्ति. स्वादिगणे अस्ति महोदय, भुवादिगणे अपि अस्ति क्रीं करणे इति. तर्हि इदानीं कथं जानीमः यत् मम प्रश्नः अस्ति अन्यगणे अपि अस्ति, तर्हि इदानीं कथं जानीमः यत् केवलं तनादिगणस्य एव विषयः अस्ति? अत्र तर्हि अत्र यत् क्रूधातु अन्यगणेषु अपि अस्ति परन्तु तनादिकृभ्यः उः इति सूत्रेण लिखितमस्ति यत् यत् तनादिगणे यत् क्रूधातु अस्ति तस्य ऊ विकरणम्. नाम क्रूधातु स्वादिगणे अपि अस्ति, इदानीमेव अस्माभिः पठितं क्रूय, तत्र अपि तत्र प्रश्नः उदेति यत् तत्र अपि ऊविकरणप्रत्ययः अवादिगणे अपि अस्ति किल महोदय? स्वादिगणे स्वादिगणे तनादिगणे वा? तर्हि प्रश्नः उदेति यत् प्रत्येकक्रूधातु कृते ऊविकरणप्रत्ययः अस्ति अथवा किं? तर्हि तनादिकृभ्यः ऊः इति सूत्रेण पाणिनि उक्तम् इच्छति यत् तनादिगणे यत् क्रूधातु अस्ति तस्य ऊविकरणम्. सम्यक् प्रश्नः अस्ति, परन्तु तदेव अहं चिन्तयामि तत्र यदि सः डुक्रिय इति लिखति तर्हि प्रश्नः एव न भवति. डुक्रिय तु एकः धातुः अस्ति खलु? आम्, एक एव अस्ति. किमर्थं न लिखति? प्रायः क्रूय इति तनादि इति तनादिक्रूय इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् केवलं तनादिगणीयकृधातु कृते एव आवश्यकता नास्ति डु इति. परन्तु नकारस्यापि आवश्यकता तनादिकृभ्यः इति अपि प्रयोगे भेदः अस्ति वा महोदय? प्रयोगे अर्थभेदः अर्थभेदः अस्ति वा? अर्थभेदरूपभेदः अपि अस्ति. रूपभेदः अपि अस्ति खलु? रूपभेदः रूपभेदः अर्थभेदः अपि अस्ति. तर्हि अत्र यत् अस्माकं यत् सामान्यकृधातुः अस्ति खलु टु डु, टु डु करोति, सः धातुः द्वादिगणे अनादिगणे करोति अस्मिन् गणे एव तदनन्तरं द्वादिगणे भेदः अस्ति वा? अन्यगणेषु अर्थभेदः अस्ति महोदय. अर्थभेदः अपि किल भगवादिगणे अर्थम् अपि करणे दत्तं महोदय. कारणे भवादिगण अत्र गुण भवति गुण भवति स्वादिगणे अपि करणे इति अर्थः करणे एव महोदय. स्वादिगणे हिंसायां भुवादिगणे हिंसायां दुग्रुञ्चि एव तनादिगणे करोति इति सामान्यरूपं किल महोदय? भुवादिगणे अपि अर्थः करणे अस्ति रूपभिन्नं भवति. स्वादिगणे करति, स्वादिगणे अर्थ एव भिन्न अस्ति हिंसा. स्वादिगणे अर्थभिन्न कृणोति तदा तर्हि प्रत्येकगणे रूपभिन्न अस्ति एव करति कृणोति करोति कुत्रचित् रूप अर्थभेदः अपि भवति. परन्तु तनादिकृभ्यः उः इति सूत्रे यत् कृधातुः अस्ति तत् तनादिगणीयकृधातुः अस्ति करोति इति. अस्तु अग्रे गच्छामः. इदानीं धन्यवादः महोदय. रघुपतिमहोदय अग्रे पठतु विकरणप्रत्ययः. अस्तु महोदय. विकरणप्रत्ययः आर्धातुकः लकारः सार्धातुकः इत्यनेन समस्या वा इति. ऊविकरणप्रत्ययस्य आर्धधातुकत्वात् तनादिगणीयेषु तिगन्तरूपे च कीदृशप्रभावः इति काचन प्रमुखा जिज्ञासा. अत्र अस्माकं विषयः सार्धधातुकलकाराः लट् लोट् लङ् विधिलिङ् यत्र विकरणप्रत्ययः आर्धातुकः तत्र लकारः कथं वा सार्धातुकः भवेत्? यथा प्रत्ययः तथा लकारः किल? अयं सामान्यप्रश्नः जनानां. वस्तुतः विकरणप्रत्ययः कीदृशः अपि भवतु नाम लकारः सार्धातुको वा आर्धातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभाव प्रश्नः च विकरणप्रत्ययस्य स्वभाव च अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः. अस्तु अत्र आमां प्रश्नः अस्ति. ऊ इति विकरणप्रत्यय आर्धातुकप्रत्ययः अस्ति परन्तु लकारः तु सार्धातुकः अस्ति अतः कथम् इति अत्र प्रश्नः अस्ति. किमर्थम् अत्र सार्धातुक आर्धातुक विकरणप्रत्यय सार्धातुकलकारेषु भवति इति. परन्तु अत्र इदानीं पर्यन्तं सार्वधातुकलकाराः सन्ति, विकरणप्रत्ययः अपि सार्वधातुकाः सन्ति, शित सन्ति खलु. इदानीं विकरणप्रत्ययः आर्धातुकः अस्ति, लकारः सार्वधातुकः अस्ति, तर्हि कोऽपि प्रष्टुं शक्नोति यत् अनेन कापि समस्या भवति वा इति. तर्हि तस्य उत्तरमस्ति वस्तुतः समस्या नास्ति, तत्र कोऽपि सम्पर्कः एव नास्ति, कनेक्ट् सम्बन्धः एव नास्ति. पश्य अग्रे साक्षात् पश्यति पूर्वमेव तिप् इति भवति अनन्तरं मध्ये भवति इति अत्र तदा एव तस्य सार्वत्रिकलकारः भवति. तर्हि सर्वे जानीमः यत्र प्रथमतया धातु सार्वधातुक तिङ् प्रत्ययः पश्यति, तदनन्तरं मध्ये उकारः आगच्छति. उ आगच्छति विकरणप्रत्ययः. तर्हि इदानीम् एकवारं विकरणप्रत्ययः आगच्छति, तदनन्तरं धातुः कः कं प्रत्ययं पश्यति तदेव प्रश्नः अस्ति. धातु इदानीं धातु उ इति पश्यति, अतः उ आधातुकप्रत्यय कृते यानि यानि कार्याणि भवन्ति तानि सर्वाणि भवन्ति. इदानीं तत्र अग्रे लकारः सार्धातुक अस्ति वा नास्ति वा प्रश्नः नास्ति, यतोहि धातु इदानीं साक्षात् तिङ् प्रत्ययः न पश्यति. तर्हि तर्हि मम चिन्तनं सरलमस्ति, धातु साक्षात् कं प्रत्ययं पश्यति तत् महत्वपूर्णमस्ति. धातु सार्वधातुकप्रत्ययं पश्यति चेत् सार्वधातुकप्रकरणं करोतु, आर्धातुकप्रत्ययं पश्यति चेत् आर्धातुकप्रत्ययं करोतु इति एव अस्ति. तर्हि सर्वत्र इदानीं धातु विकरणप्रत्ययः साक्षात् पश्यति, अतः विकरणप्रत्ययः सार्वधातुक अस्ति चेत् सार्वधातुक इति उपकार्याणि करोतु, आर्धातुक अस्ति चेत् आर्धातुककार्याणि करोतु. कर्तृशप्रत्ययः नागच्छति वा भवत्या? हा सर्वत्र कर्तृशप्रभाद्य एव विकरणप्रत्ययः आगच्छति गणमनुष्य. किन्तु कर्तरिषप् इत्युक्ते तत्र सार्वधातुक अपि च कर्तरिरूपम् आवश्यकं खलु? अस्तु, इदानीं लकार सार्वधातुक अस्ति अपि च कर्तरि प्रयोगे अस्ति इत्युक्ते कर्तरि शप् आयाति, शप् प्रभात्य इदानीम् उ आयाति किम्? अस्तु, सर्वत्र प्रत्येकगणे कर्तृशप् इति प्रबाध्य एव शपं प्रबाध्य एव अन्य विकरणप्रत्ययः आगच्छति. तत्र कर्तृशप् इति तत्र कर्तरि अपि च सार्वधातुके यत् इति सूत्रे सार्वधातुक यत् अस्ति उभयोः अनुवृत्तिः सर्वत्र भवति. किन्तु तत्तु लकारस्य विषयः भवति खलु? न तत् कोऽपि सार्वधातुककर्तरि कर्तृसार्वधातुकप्रत्ययः अस्ति चेत् तत्र क्षत्रिशानस् मध्ये अपि भवति. सत्यं किन्तु किन्तु अत्र लकारस्य विषये भवति, यतोहि उकार इदानीं वयं लट् लोट् लङ् विधिलिङ्ग् सार्वधातुकलकारेषु इति वयं पठामः, अतः विषयः अत्र आगच्छति, परन्तु सूत्रं किमपि न वदति लकारस्य कृते अस्ति एव नास्ति. महोदय आदौ सर्वे लकाराः आर्धधातुकम् एव किल? आरम्भे सर्वे लकाराः आर्धधातुकप्रत्ययाः. कथं कुत्र कथं भवति लट् लोट् लङ् विधिलिङ्ग् इति सार्वधातुकप्रत्ययः इति? पश्यतु, आरम्भे प्रत्येकलकारः लट् लोट् लङ् विधिलिङ्ग् आर्धातुकलकारः, दशलकारः आर्धधातुकलकारः एव. आम्, तदनन्तरं लस्य तिप्तर्झि सिप्तस्थ मिप्वस्मस्त आतां झ इति सूत्रेण तिङ् प्रत्ययः आगच्छति खलु? तिङ् प्रत्ययः अनन्तरं तिंशित् सार्वधातुकं भवति वा? एकवारं प्रत्ययः आगच्छति चेत् आगच्छति, तदनन्तरं तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकं भवति. तदनन्तरं पुनः अस्माभिः पठितं खलु, केचन लकाराः सन्ति यथा आशीर्लिङ्ग्लकारः इति, तत्र अपि तत्र साक्षात् लिखितमस्ति तत्र साक्षात् लिखितमस्ति, यथा अस्ति चेत् तिङ् प्रत्ययः आर्धातुकः भवति. तदनन्तरम् अस्ति यत् कुत्रचित् लिखितमस्ति यत् कस्यचित् लकारस्य कृते नूतनविकरणप्रत्ययः आगच्छति, शतासि लृलुटोः इति सूत्रमस्ति. शतासि लृलुटोः इति सूत्रम् आगच्छति चेत् किं वदति? लृट् लकारस्ति चेत् लुट् लकारः अस्ति चेत् स तास् इति विकरणप्रत्ययः आगच्छति. एकवारं स्य तास् विकरणप्रत्ययः आगच्छति चेत् इदानीं धातु साक्षात् प्रत्ययः इति कः प्रत्ययः पश्यति? स्य अथवा तासि आर्धधातुकप्रत्ययः आर्धातुकः भवति. एतत् सर्वं कृत्वा अन्तिमे केवलं लट् लोट् लङ् विधिलिङ्ग् एव अस्ति, यत्र धातु साक्षात् सार्वधातुकप्रत्ययं पश्यति, तिङ्प्रत्ययं पश्यति इति. अतः वयं वदामः यत्र लट् लोट् लङ् विधिलिङ् एव सार्वधातुकलकारः. महोदय, क्रमः किं? सर्वे लकारः सार्वधातुकः प्रथमः. लस्य इति सूत्रेण, लस्य इति सूत्रेण तिङ्क्षित् उत्युक्तश्चित्युक्तस्य सार्वधातुकं भवति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण क्रमः इदानीम् उक्तवान् खलु, तदेव क्रमः. प्रथमः सर्वत्र आर्धातुक, तदनन्तरं तिङ्क्षित् सार्वधातुकम् इति सूत्रेण, तदनन्तरं तिप्तचि सिप्तस्थ इति सूत्रेण तिङ्प्रत्ययः आगच्छति. द्वयोः लकारयोः साक्षात् लिखितमस्ति यत् तिङ्प्रत्ययः इति आर्धातुकः अस्ति. अन्येषु लकारेषु तिङ्प्रत्ययः सार्वधातुकः अस्ति. तर्हि अष्टलकारेषु सार्वधातुकः अन्य इति आर्धातुकः. तिङ्क्षित् सार्वधातुकसूत्रे, तिङ्क्षित् सार्वधातुकसूत्रेण. तदनन्तरं कुत्रचित् लिखितमस्ति यत् केषाञ्चन लकाराणां कृते अन्यविकरणप्रत्ययः आगच्छति, शतासि लूलुटोः इति उदाहरणमस्ति. तत्र पुनः किमस्ति यत् धातु तिङ्प्रत्ययः मध्ये स्य तास् इति किमपि विकरणप्रत्ययः आगच्छति. तथा भवति चेत् धातु साक्षात् आर्धातुकप्रत्ययः पश्यति खलु, स्य तास् आर्धातुकः अस्ति. अतः तत्र तस्मिन् अतः तादृशः लकारः आर्धातुकः भवति. तर्हि एतत् सर्वं कृत्वा वयं ज्ञातुं शक्नुमः यत् धातुः साक्षात् लकारस्य कीदृशः रूपं पश्यति. तर्हि लट् लोट् लङ् विधिलिङ् मध्ये साक्षात् सार्वधातुक इति तिङ्प्रत्ययः पश्यति, विकरणप्रत्ययस्य आगमनात् पूर्वम् इति अस्ति. अन्येषु लकारेषु कृते धातुः साक्षात् यत् तिङ्प्रत्ययः पश्यति तत् आर्धातुकः अस्ति, अथवा साक्षात् आर्धातुकप्रत्ययः पश्यति. अतः चत्वारः सार्वधातुकलकाराः, षट् आर्धातुकलकाराः. तर्हि मम चिन्तनं बहु सरलम् अस्ति, एतत् सर्वस्य आवश्यकता एव नास्ति. धातुः साक्षात् यत् पश्यति सः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रकरणम्, आर्धातुकः अस्ति चेत् आर्धातुकप्रकरणम् इति एव. धातुः साक्षात् कं पश्यति, तर्हि एकवारं विकरणप्रत्ययः आगच्छति तर्हि धातुः साक्षात् विकरणप्रत्ययः पश्यति. विकरणप्रत्ययः यदि आर्धातुकः अस्ति चेत् आर्धातुकः करोतु, सार्वधातुकः अस्ति चेत् सार्वधातुकः करोतु इति एव अस्ति. अन्य तस्य आवश्यकता नास्ति. तर्हि इदानीं धातु साक्षात् उ इति विकरणप्रत्ययः आर्धातुकविकरणप्रत्ययः पश्यति, अतः अत्र आर्धातुकप्रकरणम् अस्ति इति एव. धन्यवादः महोदय, समीचीनम् अस्ति. तर्हि रघुपतिमहोदय पठतु. आम् महोदय, तर्हि सार्वधातुकलकारः नामकः यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातुना कर्तर्तकसार्वधातुकप्रत्ययः साक्षात् दृश्यते, इत्युक्ते साक्षात् पुरतः, तत्र कर्तरि शप् इति सूत्रेण शप् विधीयते. यत्र कर्तरि शप् इत्यस्य प्रसक्तिः तत्र सार्वधातुकलकारः इत्युच्यते. अत्र प्रथमं कर्तर्तकसार्वधातुकप्रत्ययः साक्षात् दृश्यते इत्यादि पुरतः, तदा कर्तरि शप् इत्यस्य सूत्रेण शप् विधीयते. प्रथमं तिङ् लकारस्य स्थाने अष्टादशप्रत्ययः विधीयन्ते, अनन्तरं कर्तरि शप् इत्यनेन भवति वा? आगच्छति. आम् आं सत्यं. तर्हि यत्र कर्तरि शप् तर्हि कर्तृशप् इति यत् अस्ति तत्र विकरणप्रत्ययः आगच्छति, तदा धातुः साक्षात् किं पश्यति? विकरणप्रत्ययः पश्यति खलु. तर्हि विकरणप्रत्ययः तत् कुत्र आगच्छति? केवलं लट् लोट् लङ् विधिलिङ् मध्ये एव आगच्छति. तर्हि विकरणप्रत्ययः इदानीं सार्वधातुकः अस्ति, शप् अस्ति, सार्वधातुकः अस्ति खलु. केवलं लट् लङ् विधिलिङ्ग् मध्ये अस्ति, अतः लट् लोट् लङ् विधिलिङ्ग् इति सर्वहतुकलकाराः इति उच्यन्ते. परन्तु तादृशचिन्तनं कर्तुं शक्नुमः, परन्तु अहं तत्र बहुत्र तद् भ्रमात्मकं भवितुं शक्नोति इति अहं चिन्तयामि. अतः सरलमस्ति, धातु साक्षात् कं पश्यति तदेव द्रष्टव्यम्. अर्हतुक अस्ति चेत् अर्हतुक, सर्वहतुक अपि सर्वहतुक. अग्रे अग्रे पठामि वा महोदय? कर्तरिषप् किं वदति? कर्तृत्तके सार्धातुकप्रत्यये परे धातुतः शप् विहितः भवति, यथा भूयोगः ति कर्तरि शप्, भूयोगः शप् योग योगः ति. अत्र भूधातुः साक्षात् ति प्रत्ययं पश्यति, ति इति सार्धातुकः अस्ति, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपरेषु गणेषु शपं प्रबाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः. तेषु गणेषु अपि धातोः अग्रे सार्धातुकदिग्प्रत्ययः साक्षात् दृश्यते चेदेव तत्तद्गणस्य विकरणप्रत्ययः विधीयते. भ्वादौ शप्, द्विवादौ शन्, सुधादौ श, तनादौ उ. गणमनुसृत्य धातोः अग्रे सार्धातुकतिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते इति अस्ति. अत्र प्रथमं कर्तरिष्य पायात् तिप् इति इति प्रत्ययविहितः भवति, अनन्तरं तदा यदा तिङ्प्रत्ययविहितः भवति तदा कर्तरिषप् इत्यनेन शप् विधीयते. अनन्तरं तत् प्रबाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययः आयास्यति. तेषु गणेषु अपि प्रथमं सार्धातुकतिङ्प्रत्ययः साक्षात् दृश्यते धातुना, अतः ते सर्वे सार्धातुकलकाराः. भुवादौ शप, द्विवादौ शन्, तुदादौ श, तनादौ गुणमनुसृत्य धातोः अग्रे सार्धातुकतिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते इति अस्ति. अग्रे अग्रे भ्वादौ भूयोगति, द्विवादौ नश् योगति, तुदादौ लिक् योगति. यदा सार्धातकतिङ् साक्षात् दृश्यते तदा विकरणं विधीयते, अतः सार्धातकलकाराः इति अस्ति. लट् लोट् लङ् विधिलिङ्ग् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातुतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः विहितः. तत्र विकरणभेदात् गणभेदः, अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत् स च धातुः कस्मिन् गणे अस्ति इत्यवश्यं बोध्यम्. अस्तु, अत्र भिन्नभिन्नगणेषु भिन्नभिन्न विकरणप्रत्ययः विधीयन्ते, गण शप् कर्तरिषपि प्रबाद्य, अथ चतुर्षु लकारेषु तादृश स्थितिः अस्ति, अतः तेषां गणम् अनुसृत्य रूपाणि भिद्यन्ते इति अस्ति. तर्हि यत्र यत्र विकरणप्रत्ययः आगच्छति यस्मिन् यस्मिन् लकारे तत्र गणमनुसृत्य भेदाः भवन्ति, यतोहि विकरणप्रत्ययः प्रत्ययगणस्य कृते भिन्नभिन्न अस्ति. यत्र विकरणप्रत्ययः न आगच्छति तत्र गणभेदः अपि नास्ति. अग्रे अग्रे आर्धातुकलकारेषु गणस्य ज्ञानं नापेक्षितं, यतः मध्ये विकरणप्रत्ययः न विहितः. विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्धातुकतिङ्प्रत्ययः नास्ति. यथा लृटि सिद्धतिङ्प्रत्ययः अस्ति स्यति, भूयोगस्यति इति स्थितिः. स्यति आर्धातुकः न तु सार्धातुकः. अत्र भूधातुः सार्धातुकतिप्रत्ययं द्रष्टुं न शक्नोति, अतः स्य मध्ये अस्ति. सार्धातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. तदेव मया उक्तं खलु. हा, स्पष्टमस्ति. अत्र अत्र तिङ्प्रत्ययं साक्षात् न पश्यति, किमर्थमिति चेत् मध्ये प्रथमं सार्वत्रिक इति अन्य स्या इति विकल्पत्ययः आगच्छति पूर्वम् अस्ति खलु. स्यतासि लृलुटोः, तर्हि धातुयोगः लृट् अस्ति खलु धातु योगः लृट् अस्मिन्नेव अवस्थायां प्रथमतया लृट् अस्ति अस्ति खलु अतः मध्यस्य भवति तर्हि धातु योगः स्य योगः लृट् तदनन्तरं धातु योगः स्य योगः तिङ् प्रत्यय ति अनन्तरं ति भवति प्रथमं तु लकारस्य अवस्थायां लवस्थायां स्य इति प्रत्ययः भवति अतः एव साक्षात् न दृश्यते साक्षात् इदानीं स्य पश्यति न तु ति तिङ् अतः लृट् लकार आर्धातुकलकार अस्ति इति वद इति उच्यते अतः धातु साक्षात् किं पश्यति स्य इति पश्यति खलु स्य इति शप् नास्ति शप् नास्ति क्षम्यतां स इति सार्वधातुक नास्ति अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः नास्ति अतः गणम् अनुसृत्य विकरणप्रत्ययः अपि न आगच्छति अतः लृट् लकारे गणभेदः न दृश्यते इति अवगच्छति वा सर्वे आं महोदय सारांश अयं कर्तरिशप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः अनयोः प्रश्नयोः न कोऽपि सम्बन्धः विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति अतः अनेन स्पष्टं यत् लकाराः कीदृशः अपि च विकरणप्रत्ययः कीदृशः अनयोः न कोऽपि सम्बन्धः अस्ति अस्तु अत्र कोऽपि मध्ये किमपि अन्य विकरणप्रत्ययः आगच्छति चेत् अपि इदानीं सार्वत्रिकप्रत्ययः अस्ति साक्षात् पुरतः अस्ति अतः सार्वलकारः एव भवति अतः लकारः कीदृशः अपि विकरणप्रत्ययः कीदृशः इत्यनयोः मध्ये कोऽपि सम्बन्धः नास्ति अतः मध्ये आर्धात्कप्रत्ययः भवितुमर्हति अहं तु एतत् सर्वमपि न वदामि अहं तु वदामि यत् सार्वधातुकलकार आर्धातुकलकार एतादृशचिन्तनस्य अपि आवश्यकता नास्ति केवलं पश्यतु धातोः साक्षात् यः प्रत्ययः अस्ति सः प्रत्ययः कीदृशः आर्धातुक वा सार्वधातुक इति लकारः कोऽपि भवेत् तर्हि अष्टाध्याय्यां सार्वधातुकलकारार्धातुकलकारः किमपि लिखितं नास्ति खलु इति ओ एषः लकारः सार्वधातुक एषः लकारः अर्धातुक इति नास्ति तर्हि प्रत्ययं दृष्ट्वा एव करणीयं तर्हि अहं वदामि अहं लट् लकारे क्रमः कथमस्ति लृट् लकारे क्रमः कथमस्ति इति अहं वदामि अस्तु तर्हि धातु अस्ति प्रथमतया तु विवक्षारूपेण धातुयोगः लट् इति अस्ति यतोहि वक्ता इच्छति यत् लट् लकारे रूपाणि सः उक्तुम् इच्छति तर्हि धातुयोगः लट् तर्हि धातुयोगः लट् अस्मिन् स्थित्यां धातुः साक्षात् सार्वधातुकप्रत्ययः पश्यति वा आर्धातुकः पश्यति वा आर्धधातुक आर्धातुक लट् इति आर्धातुकः अस्ति तिङ् नास्ति शित नास्ति तर्हि धातुः साक्षात् आर्धातुकप्रत्ययः पश्यति इदानीम् अग्रिम अस्ति पित्तझि पित्तस्थ इति सूत्रेण लट् स्थाने लटः स्थाने तिङ् प्रत्ययः आगच्छति तर्हि इदानीं धातुः साक्षात् तिङ् प्रत्ययः पश्यति तर्हि इदानीं धातुः साक्षात् सार्वधातुकः पश्यति वा आर्धातुकः पश्यति वा सार्वधातुकः तिंश्चित् सार्वधातुकमिति तदनन्तरं लट् लकार तिङ् प्रत्ययः यदस्ति तत् सार्वधातुकः अपि अस्ति कर्तृत्वके अपि अस्ति अतः विकरणप्रत्ययः आगच्छति केन सूत्रेण कर्तृशप् अथवा गणमनुसृत्य योगः अपि अस्ति तर्हि इदानीं धातुयोगः विकरणप्रत्ययः योगः योगः तिङ् इदानीं भ्वादिगणे तुदादिगणे अथवा चुरादिगणे अथवा अन्य स्वादिगणे विकरणप्रत्ययः अस्ति षित् सर्वत्र षित् अस्ति तर्हि धातु अस्मिन् गणेषु धातुः साक्षात् सार्वधातुकप्रत्ययः पश्यति परन्तु तनादिगणे विकरणप्रत्ययः अस्ति उ तिङ् नास्ति षित् नास्ति अतः आर्धातुकं शेषः इति सूत्रेण उ इति विकरणप्रत्ययः आर्धातुकः तर्हि धातुः साक्षात् आर्धातुकप्रत्ययः तर्हि पश्यतु तनादिगणे लट् लकारे प्रथमतया धातुः पश्यति आधातुकप्रत्ययः. तदनन्तरं तिङ् प्रत्ययः यदा आगच्छति तद् धातुः पश्यति साधातुकप्रत्ययः. तदनन्तरम् उ प्रत्ययः यदा आगच्छति तद् धातुः पश्यति आधातुकप्रत्ययः. तर्हि अन्ते आधातुकप्रत्ययः पश्यति, अतः आधातुकचिन्तनं करणीयम्. अन्य अस्ति लृट् लकारः. तर्हि धातुयोगः लृट् लकारः अस्मिन् अस्मिन् अस्याम् अपि अवस्थायां धातु साक्षात् पश्यति आर्धातुकलकारः, आर्धातुकप्रत्ययः लृट्. तदनन्तरं स्यतासि लृलुटः इति सूत्रेण लृट् इति अस्ति परे अस्ति चेत् स्य इति आगच्छति इति अस्ति. तर्हि धातुयोगः स्य योगः लृट्. इदानीं धातु साक्षात् कं पश्यति? स्य, आर्धातुक. तदनन्तरं धातु अनन्तरम् अस्ति स्य, स्य अस्ति आर्धातुक. आर्धातुकप्रत्ययः अस्ति, अतः कर्तृषप् इति सूत्रं कार्यं करोति वा? न करोति. अतः लिट् लकारे विकरणप्रत्ययः, गणम् अनुसृत्य विकरणप्रत्ययः नास्ति. सर्वदा सर्वदा धातु साक्षात् आर्धातुकप्रत्ययः स्य इति इति पश्यति. गणम् अनुसृत्य विकरणप्रत्ययः नागच्छति, यतः कर्तृषप् इति सूत्रस्य प्रसक्तिः एव नास्ति. अतः लृट् लकारे गणस्य ज्ञानस्य आवश्यकता नास्ति. पास्यति, श्रोष्यति, पठिष्यति, सर्वत्र समानरूपाणि सन्ति. महोदय, अत्र मम एकः प्रश्नः अस्ति. लृट् लकारे लृट् प्रत्ययस्य तिप्तजीत सूत्रात् तिङ् प्रत्यय प्रथमम् आगच्छति वा स्यतासि लृट् सूत्रेण? तत्र वस्तुतः तत्र कोऽपि क्लेशः न भवति, परन्तु अहं चिन्तयामि यत् प्रथमं स्यतासि लृलुटः करणीयं, यत्र तत्र साक्षात् लृलुटः इति लिखितमस्ति खलु, सप्तमीविभक्ति अस्ति. तर्हि सप्तमीविभक्ति आगच्छति. हा, तर्हि सप्तमीविभक्ति अस्ति, अतः साक्षात् लृट् परे अस्ति चेत् स्य इति करणीयम्. तर्हि यदि प्रथमतया यदि तिङ् प्रत्ययः आगच्छति तदनन्तरं साक्षात् लृट् नास्ति खलु तत्र? अस्तु, अहं चिन्तयामि अतः प्रथमतया स्य आनयतु, तदनन्तरं लृट् स्थाने तिङ् करोतु इति मम चिन्तनं. परन्तु वस्तुतः क्लेशः नास्ति, प्रथमतया स्य आनयतु तदनन्तरं लृट् करोतु, अथवा प्रथमतया तिङ् करोतु अनन्तरं स्य आनयतु, समानमेव भवति. अस्तु, तर्हि इदानीम् आहत्य सारांशः अस्ति यत् उविकरणप्रत्ययः आर्धातुकः अस्ति, अतः कणादिकृते कणादिगणे धातुः साक्षात् आर्धातुकप्रत्ययः पश्यति. तर्हि इदानीं प्रश्नः अस्ति यत् उविकरणप्रत्ययस्य आर्धातुकत्वात् कीदृशः प्रभावः धातौ इति अस्ति. तर्हि सुमन् महोदय पठतु. अस्तु, उविकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ? अस्तु, गुणकार्ये आर्धधातुक प्रत्यय निमित्तं भवति वा? यत्र प्रत्यय आर्धधातुक तत्र सार्वधातुक आर्धधातुकयोः अथवा पुगन्तलघुपदस्य च इत्यन्योः सूत्रयोः प्रसक्तिः वा? अस्ति एव. सार्वधातुक प्रत्यययोः वा आर्धधातुकप्रत्यययोः वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव. अधुना सार्धधातुकप्रत्ययः अपित् चेत् तर्हि तेन गुणकार्यं निषिद्धम्. सार्वधातुकम् अपित् निति च इत्याभ्यां सूत्राभ्यां सार्वधातुकस्य अपित्वात् एव गुणनिषेध, आर्धधातुकस्य अपित्वात् न किमपि महत्त्व. आर्धधातुकप्रत्यय कित् वा नित् वा चेत् तर्हि गुणकार्यं निषेध. निति च इत्यनेन सूत्रेण उ प्रत्यय आर्धधातुकः स च उ प्रत्ययः कित् अपि न नित् अपि न अतः गुणप्रसङ्ग प्रसङ्गः भवति चेत् तर्हि उ प्रत्यय गुणकार्यस्य निमित्तं भवति एव तनादिगणे एतादृश अवसरः अस्ति यथा क्षेण योग उ क्षेणु भवति अस्तु इदानीं वयं चर्चितवन्तः विकर्णप्रत्यय आर्धधातुक अस्ति किन्तु तत्र गुणकार्यं भवितुं शक्नोति वा न वा इति प्रश्नः अस्ति सार्वधातुक प्रत्यये अस्ति चेत् सूत्रद्वयम् अस्ति येभ्यां गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः अपि च पुगन्तलघुपदस्य च इदानीं द्वयोः सूत्रयोः द्वौ सूत्र द्वे सूत्रे अपि आर्धधातुक प्रत्यय अस्ति चेत् अपि कार्यं कर्तुं शक्नोति सार्वधातुक आर्धधातुकयोः सूत्रं वदति यथा सार्वधातुक अस्ति न चेत् आर्धधातुक प्रत्यय अस्ति तत्र गुणकार्यस्य प्रसक्तिः भवति अपि च पुगन्तलघुपदस्य च इति सूत्रेण अपि सार्वधातुकप्रत्यय अस्ति चेत् आर्धधातुकप्रत्यय अपि अस्ति चेत् तत्र अपि गुणकार्यं भवति सार्वधातुक प्रत्यय अस्ति चेत् तत्र इतोपि एकः द्रष्टव्यं तत् प्रत्यय पित् वा अपित् वा अपित् अस्ति चेत् गुणनिषेधं भवति पित् अस्ति चेत् गुणकार्यं भवति एव अत्र आर्धधातुक प्रत्यय अस्ति चेत् तत्र पित्वा अपित्वा तत्र किमपि महत्वं नास्ति किं द्रष्टव्यम् इत्युक्ते कित् अस्ति वा नित् अस्ति वा आर्धधातुकप्रत्यय नित् अस्ति नो चेत् कित् अस्ति चेत् तत्र गुणनिषेधं भवति इदानीं तनादिगणे विकर्णप्रत्यय अस्ति उ तत् आर्धधातुक प्रत्यय अस्ति कित् अपि नास्ति नित् अपि नास्ति अतः तत्र गुण किमपि निषेधः न भवति गुण भवति एव उदाहरणम् अस्ति क्षिण् योग यु उ क्षम्यताम् उ तत्र पुगन्तलघुपदस्य च सूत्रेण उपधायां स्थितं लघु इकारस्य गुण भवति क्षेण् भवति अनन्तरं क्षेण् योग उ क्षेणु भवति अङ्गम् सम्यक् बहु सम्यक् तर्हि आहत्य उ इति विकरणप्रत्ययः आर्धातुक अस्ति अपि च चित्नित् नास्ति अतः तस्य पुगन्तलघुपदस्य च अथवा सार्वधातुक आर्धातुकयोः इति सूत्रे सूत्राभ्यां गुणकार्यं भवति तर्हि प्रश्नः अस्ति यत् गुणनिषेधस्य मुख्यसूत्रं किम् अस्ति निति च तर्हि प्रत्ययः कित्वा नित्वा अस्ति चेदेव गुणकार्यं न भवति तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुकम् अपित् इति सूत्रेण प्रथमतया अपित् इति अस्ति चेत् नित्वत् भवति नित्वत् भवति अतः निति निश्च इति सूत्रेण गुणकार्यं न परन्तु आर्धातुकम् अपित् इति किमपि सूत्रं नास्ति तर्हि अपित्वस्य केवलं सार्वधातुकप्रत्ययानां महत्त्वमस्ति प्रत्ययेषु महत्त्वमस्ति तर्हि उ प्रत्ययः अपित् अस्ति तस्य किमपि महत्त्वं नास्ति यतोहि उ प्रत्ययः सार्वधातुकः नास्ति आर्धातुकः अतः उ प्रत्ययः हित् अस्ति वा नित् अस्ति वा तदेव द्रष्टव्यम् अत्र उ प्रत्ययः कितपि नास्ति नितपि नास्ति अतः गुणकार्यं भवति सर्वे आगच्छन्ति वा राम जी हा तर्हि एतादृशं चिन्तनं मा करोतु ओ उ प्रत्ययः अपित् अस्ति श्नु प्रत्ययः अपित् अस्ति अतः श्नु प्रत्ययः इव उ प्रत्ययस्य कृते अपि गुणकार्यं न भवति न श्नु प्रत्ययः सार्वधातुकः अस्ति सार्वधातुकः अस्ति अतः सार्वधातुकम् अपित् इति सूत्रेण अपित्वस्य महत्त्वम् अस्ति परन्तु उ प्रत्ययः आर्धातुकः अस्ति आर्धातुकेषु पित्वस्य अपित्वस्य महत्त्वं नास्ति अतः श्नु प्रत्यये गुणकार्यं न भवति परन्तु उ प्रत्यये गुणकार्यं भवति तदस्ति प्रथममुख्यभेदः तदस्ति मुख्यभेदः आर्धातुकसर्वम् इदानीं मम प्रश्नः अस्ति कोऽपि यद् अवगच्छति चेत् वदतु आर्धातुकप्रत्ययः यदा आगच्छति तदा सर्वत्र सर्वत्र एकनूतनकार्यस्य चिन्तनं करणीयं तत् कार्यं किमस्ति किं पृष्टवान् जि यदा आर्धातुकप्रत्ययः आगच्छति यथा अत्र उ अस्ति खलु आर्धातुकप्रत्ययः यदा आर्धातुकप्रत्ययः आगच्छति तदा एकनूतनकार्यस्य चिन्तनं करणीयं सर्वदा इडागमः अस्ति खलु आर्धातुक यदा आगच्छति तदा इडागमस्य चिन्तनं करणीयम् अत्र नूतनकार्यमस्ति तर्हि अत्र उ प्रत्ययः आर्धातुकः अस्ति तर्हि अत्र इडागमस्य चिन्तनं करणीयं न वा कर्णस्य वलादीन् प्रत्ययः नास्ति इडागमस्य मुख्यसूत्रं किं विधानसूत्रं किम् आर्धातुकस्य इड्वलादेः तर्हि आर्धातुकवलादिप्रत्ययः अस्ति चेत् इडागमः भवति परन्तु उ इति वल् प्रत्याहारे अस्ति वा नास्ति स्वरः अस्ति खलु नास्ति अतः अत्र उ कृते इडागमस्य आवश्यकता नास्ति अतः अस्माकं जीवनं सरलमस्ति न तत्र यदा इडागमः आगच्छति चेत् खलु तत्र बहु तत्र भिन् क्लिष्टकरं भवति तत्र धातु पेट् अस्ति वा अनिट् अस्ति वा क्लिष्टकरमस्ति परन्तु इदानीं तस्य आवश्यकता नास्ति कुत्रापि सनादिगणे कुत्रापि यद्यपि आधातुकप्रत्ययः अस्ति तत्र कुत्रापि इडागमः नास्ति यतोहि उ इति वलादि नास्ति तर्हि एतत् सर्वं चिन्तनीयं सर्वदा अत्र अस्माकं तत्र समग्रचिन्तनं भवेत् ओ आर्धातुकप्रत्ययः अस्ति ओ परन्तु इदानीं वलादि इदनन्तरं ओ इडागमः करणीयः वा ओ नो परन्तु ओ वलादि नास्ति अतः सम्यक् इदं सर्वं चिन्तनीयं नो चेत् प्रश्नः उदेति खलु ओ आर्धातुकः अस्ति चेत् किमर्थम् इडागमः न करोति सर्वस्य उत्तरम् अस्ति सर्वाणि सूत्राणि अपि वयं जानीमः अस्तु तर्हि अग्रे इदानीं किम् अस्ति सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति सेम् सोपानानि समानसोपानानि सन्ति प्रथम तु विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं तदनन्तरं तिङ्प्रत्ययसिद्धिः तदनन्तरं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं तर्हि द्वितीयसोपानं तु वयं जानीमः अदन्त अङ्ग अनदन्तम् अङ्गम् अस्ति चेत् सिद्धतिङ्प्रत्ययः के सन्ति वयं सर्वे जानीमः अतः द्वितीयसोपानं तु अस्माकम् अभवत् तदनन्तरम् इदानीं प्रथमसोपानः तृतीयसोपानः एव महत्त्वपूर्णौ स्तः तत्र प्रथमसोपानमस्ति उ इति विकरणस्य कृते प्रत्ययः उ इति आर्धातुकविकरणस्य विकरणप्रत्ययस्य कृते धातुमध्ये अङ्गकार्याणि कानि कानि भवन्ति तत्र क्षिणुमध्ये कुबन्तलघु अस्ति इति सूत्रेण गुणकार्यं भवति इति अस्ति तदनन्तरम् एकवारं धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गम् अस्ति तद्भवति चेत् तिङ् प्रत्ययस्य कृते अङ्गकार्यं किमस्ति गुणं भवति वा वृद्धि गुणं भवति वा न भवति वा अन्यकिमपि भवति वा इति चिन्तन इति चिन्तनीयं तदनन्तरम् अङ्गतिङ् प्रत्ययोः मेलनम् इति तर्हि इदानीं प्रथमसोपानं वयम् आरभामः अत्र चत्वारः निमिषाः सन्ति विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं सुमन्महोदय पठतु अस्तु अन्य कोऽपि अस्ति वा न पठितं मल्लर् महोदय आं महोदय विकरणप्रत्यय निमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनम्। तनादिगणे दश धातवः सन्ति, दुग्गुञ्ज्, तनु, क्षणु, शणु, मणु, वणु, क्षिणु, ऋणु, गृणु, वृणु इति। निरनुबन्धरूपाणि इमानि कृ, तन्, षन्, सन्, मन्, वन्, षिन्, गृन्, गृन्, वृन्। अत्र अवधेयं यत् कृ धातुः अजन्तः, अवशिष्टाः नव धातवः हलन्ताः। नव हलन्तदातवः धातवः सामान्याः, अतः एकत्र तान् परिशीलयाम। कृधातोः प्रक्रिया किञ्चित् भिन्ना, अतः तम् अनन्तरं पश्येम। कृधातु भिन्ना अस्ति खलु, अस्माभिः पूर्वमेव पठितम्। आम्, अजन्तदातु अस्ति, अजन्त अपि अस्ति, अपि च तस्य कार्यमपि सम्पूर्णतया। अलन्तदातोः उपधायां लघु इक् अस्ति चेत् तर्हि उगन्तलघुपदस्य च इति इत्यनेन गुणकार्यं भवति। नव हलन्तदातवः सन्ति, तेषु पञ्च उपधातवः तन्, क्षन्, सन्, मन्, वन्। यत्र उपधायाम् अकारः अस्ति तत्र इगाभावे इकभावे गुणकार्यं न हर्गम्। अतः एषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति, केवलं धातुविकरणप्रत्ययोः मेलनम्। अत्र पञ्च आम् अकारः अस्ति उपधायाम्, अतः गुणकार्यं न भवितुम् अर्हति। तन् योगः उ तनु, क्षन् योगः उ क्षनु, सन् योगः उ सनु, मन् योगः उ मनु, वन् योगः उ वनु। नव हलन्तधातुषु चत्वारः लघु उपधातवः उपधायां लघु इक् येषां ते, तत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति। षिन् योगः उ उपधायां लघु इक् गुणः क्षेणु, ऋन् योगः उ उपधायां लघु इकः गुणः अर्नु, घृन् योगः उ उपधायां लघु इक् इकः गुणः गर्नु, वृन् योगः उ उपधायां लघु इकः गुणः वर्णु इति। तर्हि समाप्तं, प्रथमसोपानं समाप्तम्। तर्हि नवसामान्यहलन्तधातवः ये सन्ति, कृधातु इदानीं तिष्ठतु, अन्यधातवः ये सन्ति तेषां कृते प्रथमसोपानं समाप्तं। यत्र यत्र उपधायां लघुकवर्णः अस्ति चेत् गुणं करोतु, नो चेत् वर्णमेलनं करोतु, समाप्तम्, किमपि नास्ति। तदनन्तरं द्वितीयसोपानमपि वयं जानीमः, सिद्धतिङ् प्रत्ययः तु वयं जानीमः, ते अत्र पुनः लिखिताः सन्ति, तदपि वयं जानीमः। इदानीम् अग्रिमरविवासरे तृतीयसोपानं यत् अस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्गप्रत्ययो मेलनम् इति वयं पठामः। तत्रापि वस्तुतः किमपि नूतनं नास्ति, वयं सर्वे जानीमः, अग्रिमरविवासरे पठामः। प्रश्नः अस्ति वा कस्यापि? न महोदय, इदानीं विरमामहे।